ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकम् अद्य एकं नूतन करपत्रस्य तत्र प्रारम्भं कुर्मः। करपत्रस्य शीर्षकः अस्ति उपदायामपि गुणः, तत्रापि सूत्रसहिता दृष्टिः। तस्य प्राक् तत् गतसप्ताहे यत् पठितं तस्य विषये एकवारं पुनः स्मरणं कृत्वा तत्र पाठस्य प्रति गच्छामः। तत्र वयं दृष्टवन्तः तत्र व्याकरणे गुणः यः कार्यम् अस्ति, गुणकार्यम् इत्युक्ते वर्णानां यः परिवर्तनं भवति सः स्थलद्वये भवति। एकमस्ति अन्ते यदि धातु अथवा धातु अङ्गे अन्ते कोऽपि इक् वर्णः अस्ति चेत् तस्य गुणः भवति। इक् वदामः चेत् इ ऊरु एते त्रयः वर्णाः इक् प्रत्याहारे आयान्ति। सो एतेषु अन्यतमः कोऽपि धातुः धातौ अथवा धातु अङ्गस्य अन्ते अस्ति चेत् तस्य परिवर्तनं भवति। इकारस्य एकारः, उकारस्य ओकारः, ऋकारस्य तत्र अर् इति परिवर्तनं भवति। अपि च तत्र उपदायामपि किं गुणकार्यं भवति। सो प्रायशः व्याकरणे तत्र गुणकार्यं स्थलद्वये भवति। एकमस्ति अन्ते स्थितस्य इकवर्णस्य गुणः, अपि च उपदायां स्थितस्य ह्रस्व इकवर्णस्य गुणः। अन्ते स्थितस्य ह्रस्व अपि च दीर्घस्य तत्र गुणः भवति, परन्तु उपदायां यः इकवर्णः अस्ति सः केवलं ह्रस्व इकवर्णस्य एव गुणः भवति। सो वयं पूर्वस्मिन् वर्गे दृष्टवन्तः यः इगन्ताङ्गम् अस्ति इत्युक्ते अन्ते स्थितस्य इकवर्णस्य यः गुणकार्यं भवति तस्य कृते यत् सूत्रमस्ति सार्वधातुकार्धधातुकयोः। सो सार्वधातुकार्धधातुकयोः इति सूत्रं किं वदति, इगन्ताङ्गस्य गुणः परे कोऽपि सार्वधातु तस्य अङ्गस्य अथवा धातु परे धातु अनन्तरं कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः विधीयते चेत् तस्य अन्तिमस्थितस्य इकवर्णस्य गुणः इति कार्यं, तत्र कार्यस्य कृते निर्देशः। सो तत्र स्थानीवर्णः न दत्तम्, अतः वयं दृष्टवन्तः गुणकार्ये अपि च वृद्धिसूत्रे गुणविधायकसूत्रे अपि च वृद्धिविधायकसूत्रे यत्र स्थानी न दत्तं कस्य स्थाने कार्यं करणीयं तत्र एकं परिभाषासूत्रम् आगत्य वदति इको गुणवृद्धिः। सो इको गुणवृद्धिः इति सूत्रं वदति इक् स्थाने एव गुण अपि च वृद्धिकार्यं करणीयं, कुत्र, यत्र, यस्मिन् यस्मिन् विधिसूत्रे गुणः अपि च वृद्धिकार्यस्य कृते स्थानीवर्णः न दत्तं तत्र एव इकः स्थानी भवति इति सूत्रस्य अर्थः। यत्र यत्र विधिसूत्रे गुणविधायकसूत्रे अपि च वृद्धिविधायकसूत्रे स्थानी दत्तं तत्र आवश्यकता एव नास्ति इको गुणवृद्धि इति परिभाषासूत्रस्य। सो यस्मिन् यस्मिन् सूत्रे स्थानीवर्णः न दत्तं तत्र एव इको गुणवृद्धि इति सूत्रस्य प्रसक्तिः भवति, यथा अत्र सार्वधातुकार्धधातुकयोः सार्वधातुकार्धधातुकयोः इति सूत्रे एकमेव पदं दत्तं, तत्र स्थानीवर्णः न दत्तं। सो मिदेर्गुणः इति सूत्रतः तत्र गुणः इति तत्र पदस्य अनुवृत्तिः भवति। इको तत्र यः सार्वधातुकार्धधातुकयोः इति सूत्रं कस्य अधिकारे आयाति इत्युक्ते अङ्गस्य अधिकारे आयाति, अङ्गस्य इति अधिकारसूत्रम् अस्ति। सो तत्र सम्पूर्णसूत्रं किं भवति, इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः। सो वयं दृष्टवन्तः तत्र न केवलम् इक् अङ्गस्य गुणः भवति परन्तु तत्र इघन्तङ्गस्य गुणः भवति। सो कथं जानीमः इघन्तङ्गस्य गुणः भवति न तु इकङ्गस्य, तत्र एकम् अन्यत् विधिसूत्रम् आगत्य वदति, तत् किमस्ति अहं विस्मृतवती, यस्मात् विधि तदन्तस्य सो सूत्रं किम् अस्ति एकनिमिषः येन विधि तदन्तस्य आम् येन विधि तदन्तस्य येन विधि तदन्तस्य इति सूत्रं किं वदति येन इत्युक्ते विशेषणेन यत्र कार्यं स्थानिवर्णः दत्तं यस्मिन् सूत्रे विशेषणरूपेण यत् स्थानिवर्णः दत्तं तत्र न केवलं तत्र विशेषणस्य तत्र विशेषणस्य विषये कार्यं भवति परन्तु तादृशविशेषणं यस्य अन्ते विधीयते तस्यापि कार्यं भवति सो येन विधि तदन्तस्य इति सूत्रेण यत्र यत्र स्थानिवर्णः तत्र विशेषणरूपेण दत्तं यदा वयम् इको गुण इकः अङ्गस्य गुणः सार्वधातुक अर्धधातुक इति पश्यामः चेत् तत्र इकः इति पदं षष्ठ्यन्तं पदः अस्ति परन्तु अङ्गस्य कृते विशेषणमपि अस्ति सो यस्मिन् यस्मिन् सूत्रे स्थानिवर्णः विशेषणरूपेण अपि अस्ति न केवलं स्थानिवर्णः तु षष्ठ्यन्तं पदः स्थानिवर्णः भवति परन्तु यस्मिन् यस्मिन् सूत्रे स्थानिवर्णः तत्र विशेषणरूपेण अपि तत्र दत्तं तत्र न केवलं तस्य विशेषणस्य विषये कार्यं भवति परन्तु तादृशविशेषणं यस्य अन्ते विधीयते तत्रापि कार्यं भवति अतः न केवलम् इकः अङ्गस्य गुणः परन्तु इगन्त अङ्गस्य गुणः अपि भवति इत्युक्ते यस्य शब्दसमूहस्य अन्ते इक् वर्णः विशेषणरूपेण यत् इक् वर्णः उक्तः सूत्रे सः इक् वर्णः यस्य अङ्गस्य अथवा यस्य शब्दसमूहस्य अन्ते विधीयते तस्य इक् वर्णस्य अपि तत्र किं गुणकार्यं करणीयं सो तत्र इकः अङ्गस्य गुणः यदा वयं पश्यामः सो तत्र मनसि किम् आयाति सम्पूर्ण अङ्गस्य गुणः करणीयं वा इति तत्र प्रश्नः आयाति परन्तु तथा न करणीयं वयं जानीमः सम्पूर्ण अङ्गस्य तत्र गुणः न भवति अन्ते स्थितस्य इकवर्णस्य एव गुणः तत्र यः पूर्वे यत् वर्णसमूहः विधीयते तत्तु तथैव तिष्ठति परन्तु केवलम् अन्ते स्थितस्य इकवर्णस्य एव गुणः भवति सो तत्र एकम् अन्यत् परिभाषासूत्रम् आगत्य वदति अलो अनन्तस्य अलो अनन्तस्य इति सूत्रं किं वदति अन्तिम अलस्य एव तत्र किं कार्यं करणीयं न तु सम्पूर्ण अङ्गस्य सो यद्यपि तत्र इघन्तङ्गस्य गुणः इति तत्र वाक्यं भवति इघन्त अङ्गस्य गुणः सो सम्पूर्ण अङ्गस्य न गुणः करणीयं केवलम् अन्ते स्थितस्य इकवर्णस्य एव गुणः करणीयं सो यः भू भो भवति अथवा जी झे भवति हृ हर् भवति अर् भवति तत्र अन्ते इकवर्णः विधीयते सो अन्ते यत्र यत्र धातौ अथवा धातु अङ्गे अन्ते इकवर्णः अस्ति तत्र केन सूत्रेण कार्यं सार्वधातुक आर्धधातुकयोः इति सूत्रेण कार्यं पूर्वस्मिन् वर्गे वयं दृष्टवन्तः सार्वधातुक इत्युक्ते किम् आर्धधातुक इत्युक्ते किम् सो सार्वधातुक इत्युक्ते वदामः चेत् एकं प्रत्ययस्य नामकरणं सो तत्र सूत्रमस्ति तिंशित् सार्वधातुकम् सो तिंशित् सार्वधातुकम् इत्यनेन तत्र न केवलं व्याकरणे यश्चित् प्रत्ययाः व्याकरणेन वदामः तत्र धातु अनन्तरं ये षित् प्रत्ययाः षित् इत्युक्ते यस्मिन् शकारः इत् तेषां नामकरणं सार्वधातुकम् अपि च तिङ्समूहे ये अष्टादश तिङ्प्रत्ययाः तेषामपि नाम सार्वधातुकम् इति सूत्रं वदति संज्ञासूत्रम् सो तिंक्षित् सार्वधातुकम् इति संज्ञासूत्रम् अनेन सूत्रेण वयं परिशीलनं तत्र कर्तुं शक्यते धातु अथवा धातु अङ्गस्य अनन्तरं यः प्रत्ययः सः सार्वधातुक् वा अर्धधातु सो अर्धधातुकं शेषः ये प्रत्ययाः षित् न ये प्रत्ययाः तिङ्समूहे न आयान्ति तेषां नामकरणम् अर्धधातुक् इति भवति सो तत्र प्रायशः एतत् क्रमेण एव गच्छामः धातुयोग यत्र यत्र धातुयोगप्रत्ययः भवति तत्र एव अङ्गसंज्ञा भवति यदा केवलं धातु अस्ति तत्र अङ्गसंज्ञा न भवति सो तत्र किं यः अङ्गम् अस्ति प्रत्ययस्य प्राक् यत् भागं तदेव अङ्गम् इति व्याकरणे तस्य अङ्गम् इति एकं पारिभाषिकशब्दः सो तस्य विवरणं कथम् अस्माभिः करणीयं प्रत्ययस्य प्राक् यत् भागं तदेव अङ्गं सो यथावत् यथा तत्र प्रत्ययस्य विधानं न भवति तथा तत्र अङ्गसंज्ञा एव अपि न भवितुं शक्नोति सो यत्र प्रत्ययस्य विधानं भवति तत्र एव अङ्गसंज्ञा आयाति यत्र प्रत्ययः न आयाति तत्र अङ्गसंज्ञा अपि न आगन्तुं शक्यते सो प्रत्ययस्य प्राक् यत् भागं तदेव अङ्गं सो प्रत्ययस्य भाग् मूलधातु अस्ति चेत् तस्यापि अङ्गम् इति संज्ञा भवति अपि च तत्र धातुयोगविकरणप्रत्ययः यदा भवति तत्रापि तिप्प्रत्ययस्य कृते तत् सम्पूर्णशब्दसमूहः तस्य अङ्गसंज्ञा भवति सो प्रत्ययस्य पूर्वे यत् भागं तत् सर्वम् अङ्गम् इति वदामः तो तत्र अङ्गस्य यः सूत्रमस्ति अङ्गस्य अधिकारे तत्र अङ्गे कार्यं भवति तत्र धातौ अपि अङ्गं भवति यदा प्रत्ययस्य विधानं भवति तत्र धातुः अपि अङ्गम् इति तस्य अन्यत् नाम भवति सो तत्र अङ्गे कार्यं भवति सो गुणकार्यम् इति अङ्गकार्यं तस्य अन्यत् नाम अस्ति गुणकार्यः यः गुणविधिः अस्ति व्याकरणे सः अङ्गकार्यं सो तत्र अङ्गे कार्यं भवति किमर्थं चेत् अङ्गस्य अधिकारे आयाति सो इदानीं यः वयं दृष्टवन्तः तत्र कथं भूभो भवति तत्र अनन्तरं तत्र एचो यवायावः इति सूत्रस्यापि प्रसक्तिः आयाति किमर्थं चेत् एच् प्रत्याहारस्य परे कोऽपि अच् वर्णः आयाति चेत् तत्र अय अव आय आव इति आदेशः भवति सो भो यथा भू भो भवति अनन्तरम् ओ योग भूत्वा तत्र किम् अव इति भवति भव इति अङ्गं भवति इति प्रत्ययस्य कृते सो भवति इति रूपं जयति इति रूपं सरति इति रूपं सो तत्र अनन्तरं गुणकार्यस्य अनन्तरं तत्र सन्धिकार्यमपि भवति भुवादिगणे एतत् सर्वं वयं गतसप्ताहे अधीतम् इदानीमेकं नूतनकरपत्रः उपधायाम् अपि गुणः वयं दृष्टवन्तः न केवलं भू भो भवति बुध् अपि बोध् भवति बुध् यद्यपि इघन्तधातु नास्ति इघन्त वदामः चेत् इघन्तधातुः इति वदामः चेत् यस्य यस्य धातु अन्ते इक् विधीयते इक् इत्युक्ते ई ऊरु न केवलम् उकारः इकारः जि अपि इगन्तधातुः सृ अपि इघन्तधातुः सो यस्य यस्य धातु अन्ते इक् वर्णः विधीयते इक् इत्युक्ते इ ऊरु एते वर्णः विधीयते ते सर्वे तेषाम् अन्यत् नाम अस्ति इघन्तधातुः सो इघन्तधातुषु सार्वधातुक अर्धधातुकयोः इति सूत्रद्वारा गुणकार्यं भवति परन्तु न केवलं भू भो भवति जी जे भवति बुदपि बोध् भवति बुद् इति धातुः इगन्तं नास्ति अन्ते कोऽपि इक् वर्णः नास्ति बुद् इति धातु हलन्तधातुः अन्ते हल् वर्णः दकारः हल् वर्णः तथापि बुद् बोध् भवति सो अत्र कस्य सूत्रस्य प्रसक्ति अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं तु कार्यं न कर्तुं शक्यते किमर्थं चेत् सार्वधातुक अर्धधातुक इति सूत्रम् इघन्ताङ्गस्य कृते एव गुणकार्यं तत्र तस्य कृते निर्देशः सो अत्र इघन्तधातु एव नास्ति सो अत्र बुध् बोध् केन सूत्रेण भवति इति अग्रे तत्र दत्तं सो भिन्नसूत्रेण अत्र कार्यं न तु सार्वधातुक अर्धधातुकयोः तथैव कृष् कर्ष् भवति सो तत्रापि इघन्ताङ्गं नास्ति हलन्तधातुः सो यत्र यत्र उपधायां ह्रस्व इक् वर्णः तत्र केन सूत्रेण कार्यं तत्र तु सार्वधातुक अर्धधातुकयोः इति सूत्रं कार्यं न कर्तुं शक्यते तत्र भिन्नसूत्रस्य आवश्यकता सो तत् भिन्नसूत्रं किम् इति अस्मिन् करपत्रे तत्र सूत्रस्य तत्र सम्पूर्णविवरणं दत्तम् सो यः उपधायां ह्रस्व इक् वर्णस्य गुणः भवति तस्य कृते भिन्नसूत्रम् आवश्यकं सो तत् भिन्नसूत्रं किम् इति अस्मिन् करपत्रे दत्तं सो उपधायां यः उपधायाम् अपि गुणः इति तु वयं जानीमः उपधायाम् अपि गुणः भवति, बुद्बोध् भवति, चुर्चोर् भवति. सो केन सूत्रेण इति अत्र दत्तम्. अस्तु, इदानीं प्रारम्भं कुर्मः. कः पठितुमिच्छति, कः अथवा का? कृपया स्वयम् अग्रे आगच्छतु. गायत्री एच् भगिनी पठितुमिच्छति वा भगिनी? श्लोचना भगिनी पठितुमिच्छति वा भगिनी? आम् पठतु भगिनी कृपया. उपधायाम् अपि गुणः सूत्रसहितदृष्टिः. द्वादिगणे अवस्थाद्वये गुणः भवति इति अस्माभिः दृष्टम्. द्वादिगणे धातोः अन्ते इक् वर्णः इ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. यथा भू भो भवति, जि जे भवति, सृ सर् भवति. द्वादिगणे धातोः उपधायां लघु इक् वर्णः इत्युक्ते इ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति. उपधा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः. यथा बुद्ध बोध, कृष् कर्ष. अत्र बुद्धधातौ उकारः उपधासंज्ञकः, कृष् धातौ ऋकारः उपधासंज्ञकः. किञ्चित् वदतु तावत् इदानीं पर्यन्तं ज्ञातवन्तः इगन्तस्य अङ्गस्य गुणः भवति इति. किन्तु अद्य एतेन सूत्रेण ज्ञायते उपधायाम् अपि ह्रस्व इक्वर्णः अस्ति चेत् गुणः तस्य गुणः भवति इत्यर्थः. उपधा इत्युक्ते अन्तिमवर्णस्य पूर्ववर्णः इति अन्तिमवर्णस्य पूर्वे कोऽपि इकवर्णः अस्ति चेत् तस्यापि गुणः भवति इत्यर्थः. बुद्धधातुः अस्ति, अत्र अन्तिमवर्णः अस्ति धकारः, तस्य पूर्वम् उकारः अस्ति, सः उकारः उपधायाम् अस्ति इति ज्ञातव्यम्. कृषधातुः अस्ति, अत्र षकारः अन्तिमवर्णः, तस्य पूर्वे ऋकारः अस्ति, सः ऋकारः उपधायां स्थितस्य वर्णः स्थितः वर्णः इति ज्ञातव्यम्. सत्यं. सो तत्र उपधायां यः गुणः भवति सः केवलं लघु इक् वर्णानां, यथा बुध् इति यः उकारः उपधायां तु अस्ति, अपि च तदपि द्रष्टव्यं लघु अस्ति वा नास्ति. दीर्घ अस्ति चेत् गुणः न भवति, लघु अस्ति चेदेव गुणः. लघु इत्युक्ते ह्रस्वः, ह्रस्व लघु इति तत्र सूत्रं. सो लघु इत्युक्ते यः ह्रस्वस्वरः. सो बुध् इति यः उपधायाम् उकारः सः ह्रस्व उकारः, तथैव कृष् इति यः उपधायां ऋकारः सः ह्रस्व ऋकारः. सो ह्रस्व इक् वर्णानाम् एव गुणः उपधायाम् इति तदपि तत्र स्मर्तव्यम्. अग्रे अपि पठतु भगिनि, गते पाठे प्रथमदशायाम् इगन्तावस्थायां गुणः कथं भवति इति अस्माभिः दृष्टम्. यस्य धातोः अन्तिमवर्णः इ ई उ ऋ नाम इक् प्रत्याहारे कश्चन वर्णः, सः धातुः इगन्तधातुः. सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः इत्यनेन सूत्रेण. इदानीं तदपि पठतु. द्वितीयदशायाम् इक् उपधावस्थायां गुणः कथं भवति इति पश्याम. अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति, पूर्णदृष्टिः अपि अस्ति. आदौ लघुकथाम् अवलोकयाम. सत्यं भगिनि. सो इगन्तधातु इत्युक्ते यस्य धातोः अन्ते इक् वर्णः अस्ति सः. आम्. सो तत्र अन्ते दीर्घ भवेत् वा ह्रस्व भवेत् तस्यापि नाम यथा भू इति, भू अन्ते दीर्घकारः, तथापि भू इति इगन्तधातुः. सो इक् प्रत्याहारे न केवलम् इ ऊरु तत्र तु इ इति ग्रह तत्र इ स्वीकुर्मः चेत् तत्र अष्टादश इकारः अपि च अष्टादश उकारः अष्टादश ऋकाराणां तत्र ग्रहणं भवति. सो न केवलम् इ अपि च प्लुत् इकारस्य अपि ग्रहणं. सो इक् यस्य यस्य धातुः अन्ते इक् वर्णः विधीयते तस्य नाम एव इगन्तधातुः. सो सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्तधातुषु एव गुणः भवति. सो तत्र यः उपधायां गुणः तस्य कृते तु भिन्नसूत्रस्य आवश्यकता. सम्यक् भगिनि, धन्यवादः. अनन्तरं लघुकथा कः पठितुम् इच्छति, कः अथवा का? गिरिजा भगिनी पठितुम् इच्छति वा भगिनि? अहं पठामि भगिनि. अहं पठामि वा? पूर्णिमा भगिनी पठतु. लघुकथा बुद्धोदति. अत्र उकार ह्रस्व बुद्धधातोः उपधायाम् इक् प्रत्याहारस्य सदस्य च. अस्याम् अवस्थायां बुद्धधातुः भवादिगणौ सनु उकारस्य गुणः शप् विकरणप्रत्ययः एव कारणं. किमर्थम् इति चेत् पुगन्त किमर्थम् इति चेत् इत्येव अग्रे पठामनीयं. तत्र कारणं किं पुगन्तलघुपदस्य च इति कारणं. लघुपदस्य च धातोः उपधायां लघु चेत् तस्य गुणः भवति. सार्वधातुकपरे सार्वधातुकसञ्ज्ञकः प्रत्ययः धातोः अनन्तरं बुद् अधिक शप् अधिकति. शप् षित् अस्ति अतः सार्वधातुकं मतः पुगन्तलघुपदस्य च इत्यनेन उकारस्य गुणः भवति. अस्तु वा अग्रे. बुद् कथं बोधति भवति, बोधति कथं भवति? अत्र उकारः उपधायाम् अस्ति, ह्रस्व उकारः अस्ति उपधायाम्. इक् प्रत्याहारस्य सदस्य च. इक् उपधायाम् उकारः अस्ति, तत् इक् वर्णानां सदस्य अस्ति. इ मध्ये आगच्छति. अस्मात् अवस्थायां बुद्धधातोः गुणः भवति भवादिगणे. उकारस्य गुणः भवति. किं सूत्रस्य पुगन्तलघु उपदस्य इति कारणेन धातोः उपधायां लघु इकवर्ण अस्ति, तदेव गुणः भवति सार्वधातुकपरे. तत् पर्याप्तं वा? बुद्धयः बोध् भवति, बुद्धयः ह्रस्व उकारस्य गुणः भवति, तस्य कृते आ भवति, शप्षित् भवति, पापित् भवति. भू अधिक आ बुद्ध अधिक आ अधिकति भवति. उपधायाम् अस्ति ये उकारः अस्ति, तत् तिक्वर्णः अस्ति, पुगन्तलघुपदस्य इति कारणेन तत् उपधायां यत् उकारः अस्ति भो भवति, बुद् भो भवति, बोधति भवति. सो बुद् यः बोध् भवति तस्य कृते निमित्तं किं भगिनि, केन कारणेन तत्र बुद् बोध् भवति निमित्तम्? उपधायां कस्य वर्णम् अस्ति उपधाय, परन्तु निमित्तं किं? भवादिगण भवादिगणस्य धातुः अस्ति. तदपि सत्यं, परन्तु निमित्तं किम्? निमित्तं ह्रस्व उकार उपधायाम् अस्ति. ह्रस्व उकार शिप् प्रत्य शप् प्रत्यय यथा यथा तत्र अकार अकार. शृणोतु भगिनि, इगन्तधातुषु यथा भू भो भवति तत्र निमित्तं किं? सार्वधातुक अर्धधातुकयोः इति सूत्रे निमित्तं किम् अस्ति? केन रूपे सार्वधातुकप्रत्यय अस्ति? तदेव निमित्तं भगिनि. सार्वधातुक अर्धधातुकयोः इति सप्तमी द्विवचनात् पदः. सूत्रे सप्तमी सप्तमी अन्तं पदः अस्ति चेत् तत् कार्यस्य कृते निमित्तं भवति. सो अत्र बुध योग शप् योगति यथा भवति, तत्र बुध केन कारणेन बोध् भवति? बुध् इत्युक्ते बुध् इति यः धातुः, तस्मिन् धातुः गुणकार्यस्य प्रसक्तिः अस्ति, परन्तु तावत् पर्याप्तं नास्ति। तस्य अनन्तरं कीदृशधातुः तदपि पश्यामः चेदेव तत्र निमित्तं पूरितं वा अथवा न पूरितं चेत् तत्र गुणः न भवति। तत्र सार्वधातुक अर्धधातुकयोः इत्यनेन बुद्धबोध भवति। न न पुनः वदतु। शप् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तस्य अवशिष्ट तिंशित् सार्वधातुकम् इत्यनेन शप् प्रत्यये शकारः शकारस्य इत्यस्ति, अतः सः प्रत्ययः षित् अस्ति। तिंशित् सार्वधातुकम् इत्यनेन शप् प्रत्ययस्य सार्वधातुकसंज्ञा भवति। सार्वधातुक अर्धधातुकयोः इत्यनेन सार्वधातुक संज्ञा शप् अस्ति, अतः तस्य सः प्रत्ययः परे अस्ति चेत् अङ्गस्य पूर्वस्य अङ्गस्य गुणः भवति। अत्र सार्व सो अत्र यः शप् शप् शित् अस्ति तिङ्गशित् इत्यनेन शप् सार्वधातुक प्रत्ययः। अत्र तु सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कोऽपि आवश्यकता एव नास्ति, किमर्थं चेत् धातुः इगन्तं नास्ति। सो शप् कथं सार्वधातुक इति संज्ञा प्राप्नोति, तस्य कृते केवलं तिंशित् सार्वधातुकम् इति सूत्रम् एव पर्याप्तम्। सो बुद्ध धातुः यः बोध भवति सः पुगन्तलघुपदस्य च इति सूत्रेण बोध भवति, न तु सार्वधातुक अर्धधातुकयोः। सो धातु अनन्तरं यः प्रत्ययः सः सार्वधातुक वा अर्धधातुक वा इति कथं जानीमः? तिंशित् सार्वधातुकम् अथवा अर्धधातुकं शेषः इति सूत्रद्वयेन तत्र वक्तव्यम्। अत्र तु सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कोऽपि आवश्यकता एव नास्ति, तत्तु भिन्नसूत्रं गुणविधायकसूत्रम्। सो अत्र यः सूत्रस्य आवश्यकता, प्रथमे तु तत्र किं पश्यामः, शप् इति प्रत्ययः कीदृशप्रत्ययः, शप् इति प्रत्ययः शित् प्रत्ययः, पित् अपि अस्ति। सो शित्वात् शित् कारणेन शप् प्रत्ययः सार्वधातु, कथं जानीमः? तिंशित् सार्वधातुकं, तावदेव। अतः बुध परे सार्वधातु प्रत्ययः अस्ति, परे इत्युक्ते अनन्तरं, सार्वधातुकसंज्ञः प्रत्ययः धातो अनन्तरं। सो धातोः अनन्तरं सार्वधातु प्रत्ययः अस्ति चेत् तत्र निमित्तं पूरितम्, अतः अत्र बुध बोध भवति। सो केवलं धातौ गुणप्रसक्तिः अस्ति, तत् पर्याप्तं नास्ति। धातुः अनन्तरं कीदृशप्रत्ययः तदपि पश्यामः चेदेव तत्र गुणकार्यं भवति। सो अत्र पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं, न तु सार्वधातुक अर्धधातुक। अनन्तरं तत्र बोधयोग अयोगति कुर्वः चेत् बोधति इति रूपं भवति। अत्रापि पुगन्त इत्युक्ते कां महोदय? अत्र भागद्वयं वर्तते अस्मिन् सूत्रे, एकमस्ति पुगन्त अङ्गस्य गुणः, अपि च द्वितीयमस्ति लघुपदस्य अङ्गस्य गुणः। सो प्रथमे तत्र लघुपदस्य पुक् इत्युक्ते एकम् आगमः, पुक् इति आगमः, पुक् अन्ते यस्य तत् पुगन्तम्। अत्र बुध पुक् अस्ति वा? पुक्तो लघुपदस्य, मया किम् उक्तम्, अस्मिन् सूत्रे पुगन्तलघुपदस्य च इति सूत्रे न केवलं लघुपदस्य अङ्गस्य गुणः, परन्तु पुगन्त अङ्गस्य अपि गुणः भवति। सो अत्र भागद्वयं वर्तते। सो बुध तु लघुपदाङ्गं, न तु पुगन्ताङ्गं। बुध इति लघुपद, उपदायां लघु इकवर्णः, सो बुध इति लघुपदाङ्गम्। एतत् उदाहरणं तु लघुपदस्य विषये, पुगन्तविषये तत्र अनन्तरं दत्तं। सो अत्र न केवलं लघुपदस्य अङ्गस्य गुणः, अपि च पुगन्ताङ्गस्य अपि गुणः भवति अनेन सूत्रेण। सो अत्र भागद्वयं वर्तते, प्रथमे तत्र प्रथमभागस्य विषये दत्तं, किमर्थं चेत् तत्र बहु न्यूनं धातवः ये पुगन्तधातवः, परन्तु लघुपद तु बहूनि धातवः, यत्र यत्र उपधायां ह्रस्व इक् वर्णः विदित्य विधीयते तादृश बहूनि धातवः, सो प्रथमे तत्र अस्मिन् करपत्रे लघुपदस्य विषये दत्तं, न तु पुगन्तविषये. पुगन्तविषये अनन्तरं चर्चा तत्र दत्तम्. अस्तु, पूर्णकथा कः, पूर्णा कथा इति अस्ति. कः पठितुम् इच्छति अत्र सोपाने? एकनिमिषः वदतु भगिनी, प्रश्नः अस्ति वा? लघुपदम् इत्युक्ते उपधायाम् अन्तिमवर्ण लघुपदं ह्रस्व वर्णं भवनीयं वा भगिनि? उपधायां वदामः चेत् अन्तिमवर्णस्य प्राक् यत् वर्णः तस्य उपधा इति संज्ञा, यथा शप् इति प्रत्ययः, शप् इति प्रत्ययः अन्तिमवर्णः पकारः, पकारस्य प्राक् पूर्वे तत् किम् अकारः, सो अकारस्य उपधा इति संज्ञा. तथैव बुध धातुः, सो दकारः अन्तिमवर्णः, अन्तिमवर्णस्य साक्षात् पूर्वे तत्र उकारः. लघुपदस्य इति वदामः चेत् लघ्वी उपधा यस्य तत् लघुपदः. लघ्वी इत्युक्ते लघु, लघु इक् वर्णः उपधायाम् अस्ति चेत् तस्य एव गुणः भवति अनेन सूत्रेण. दीर्घ उपधा अस्ति, दीर्घ इक् वर्णः उपधायाम् अस्ति चेत् तस्य तु गुणः न भवति अनेन सूत्रेण. अनेन सूत्रेण लघुपदस्य लघु उपधायां स्थितस्य लघु इक् वर्णस्य एव गुणः. अस्तु भगिनि, अवगतं. तत्र सम्पूर्ण तत्र पूर्णसूत्रस्य तत्र विवरणमपि अग्रे दत्तम्. इदानीं तु तत्र केवलं तत्र कथारूपेण दत्तं, कथं भवति इति तत्र विवरणं दत्तम्. अस्तु अनुसूया भगिनि, अग्रे पठितुम् इच्छति वा भगिनि? बुध् लट् लकारविवक्षा, लट् प्रत्ययः विधीयते. बुध् अधिकं लट्, लट् स्थाने प्रथमपुरुष एकवचने तिप् प्रत्ययस्य आदेशः. बुध् अधिकम् अतिप् हलन्त्यम् इति सूत्र इत्यनेन सूत्रेण पकारस्य इत्संज्ञा तस्य लोपः इत्यनेन पकारः लोपः. तिंशित् सार्वधातुकम् इत्यनेन ते तिङ् अतः सार्वधातुकसंज्ञकः. बुद् अधिकं ति कर्तरी शप् इत्यनेन सूत्रेण कर्तरी अर्थे ति इति सार्वधातुके परे शप् प्रत्ययः विहितः. लषक् तद्दिते इत्यनेन सूत्रेण लषकवर्गे स्थिते वर्णानाम् इत्संज्ञा प्रत्ययस्य आदौ तद्धता प्रत्ययः नास्ति चेत् बुद् अधिकं शप् अधिकं ति हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा तस्य लोपः इत्यनेन शकारपकारयोः लोपः. अतः बुध अधिकम् अ अधिकं ति एव तिष्ठति. अत्र अत्र अत्र विकरणप्रत्ययः कदा आयाति? यदा तिप् प्रत्ययः आयाति तस्य अनन्तरमेव शप् विधानम्. प्रथमे तत्र लट् आयाति, लट् अपि प्रत्ययः, लट् अस्माकं विवक्षा अनुसारेण एव लट्. सपोज् मम विवक्षा अस्ति लृट् लकारः, सो तत्र लृट् आयाति. परन्तु इदानीम् अस्मिन् उदाहरणे इत्युक्ते वक्ता इच्छति तस्य आधारेण एव लट् लकारः आयाति. विवक्षा इत्युक्ते वक्तुम् इच्छा, मम वक्तुम् इच्छा किम् अस्ति, यः लट् लकारः, सो लकारः अपि प्रत्ययः. सो अत्र टकारस्य इति भवति, अकारः उच्चारणार्थं सः अपि अपगच्छति, ल एव अवशिष्यते ल. सो तत्र लस्य इत्यनेन तत्र तिप्तश्चिप्तस्थ इति आयान्ति. सो न मम विवक्षा न केवलं लट् लकारस्य अस्ति, मम विवक्षा लट् लकार एकवचनस्वरूप सिद्धिः अस्ति. सो तत्र लस्य स्थाने लकारस्य स्थाने किम् आयाति? मम विवक्षा अनुसारेण एव टिप् आयाति. इट् इस् एज़् पर् मै विश् देट् दिस् टिप् कम्स् बिकास् ऐ वाण्ट् टु मेक् ए लट् लकार एकवचनरूपन् फ्राम् बुद्ध धातुः. सो फस्ट् ऐ सिलेक्टेड् द धातु, देन् एस् पर् मै इच्छा लकारः, देन् एस् पर् मै इच्छा एकवचन द्विवचन बहुवचन इति आयाति. सो अत्र तिप् आयाति. तिप् इति एकवचनस्य तत्र प्रत्ययः, एकवचने तिप् आयाति. सो तिप् इति यः अस्ति तत्र वदतु भगिनी. अत्र तद् वयं जानीमः प्रथमसोपाने इत्संज्ञकवर्णानां निष्कासनं करणीयं. सो प्रत्यये अपि इत्संज्ञकवर्णानां निष्कासनं करणीयं. वदतु अत्र किम् इति सूत्रेण पकारस्य इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपः भवति. अतः तिंशित् सार्वधातुकम् इति सूत्रेण तिप् सार्वधातुकसंज्ञकः भवति. अत्र भगिनी एकं प्रश्नः आयाति, किमर्थम् अत्र तिंशित् सार्वधातुकं तिप् प्रत्ययस्य कृते? वै शुड् वी नो देट् दिस् तिङ् तिङ् प्रत्ययः अस्ति खलु, अतः चित् अस्ति चेत् सार्वधातुकं भवति. अत्र तिङ् अस्ति अतः सार्वधातुकं भवति. परन्तु मम प्रश्नः कः भगिनि, मम प्रश्नः अस्ति वै हेज् दिस् तिङ्क्षित् सार्वधातुकम् इति यः तिङ् प्रत्ययः अतम् अत्र किमर्थम् अस्य विवरणं दत्तम्? सो अत्र आवश्यकता किं कारणम् अस्ति खलु, षित् नास्ति परन्तु तिङ् अस्ति अतः तिङ्क्षित् सार्वधातुकम् इति तिप् इति सार्वधातुकम् इति सूचयितुं तिङ्क्षित् सार्वधातुकम् इति सूत्रस्य आवश्यकता अस्ति. तत्तु सत्यम्. सो यदा अत्र बुद्धयोगति भवति तत्र एकम् अन्यत् सूत्रस्य प्रसक्तिः भवति. इत्युक्ते यदा बुद्धयोगति भवति तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः आयाति. सो कर्तरि शप् इति सूत्रं कदा कार्यं करोति? कर्तरि शप् इति सूत्रं प्रत्यविधायकसूत्रम्. अनेन सूत्रेण प्रत्ययस्य विधानं महर्षिणा कृतम्. सर्वे तिङ् प्रत्ययाः कर्तर्थके अस्ति. कर्तरि इत्युक्ते कर्तारं बोधयति. इत्युक्ते यदा वयं वदामः पठति, कः पठति? रामः पठति. कर्ता एव पठति. सो तत्र ति इत्यनेन पठति इत्यनेन रूपेण पठति इति रूपं किं बोधयति? कर्तारं बोधयति. सो कर्तरि प्रयोगे अस्ति. सो अत्र केवलं कर्तरि शप् इति सूत्रे केवलं प्रत्ययः कर्तर्थके अस्ति वा नास्ति तदेव पर्याप्तं नास्ति. अत्र कर्तरि शप् सार्वधातुके इति तत्र सम्पूर्ण अनुवृत्तिसहितसूत्रं पठामः चेत् कर्तरि शप् सार्वधातुके इत्युक्ते यदि बुधयोगः तत्र तत्र अनीयप्रत्ययः, अनीयर् प्रत्ययः अथवा कोऽपि अर्धधातुप्रत्ययः आयाति. सपोज् ऐ वाण्ट् टु मेक् अन् कृत् प्रत्ययः रूपं फ्रम् बुध् धातुः. सो तत्र बुधयोगः कोऽपि अर्धधातुप्रत्ययः. अर्धधातुप्रत्ययः इत्युक्ते अनीयर् प्रत्ययः तत्र नयामः, यथा अथवा ल्युट् प्रत्ययः अथवा त्वा प्रत्ययः. सो ते सर्वे अर्धधातुप्रत्ययः. सो यदा बुधयोगः अर्धधातुप्रत्ययः भवति तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः न आयाति. किमर्थं चेत् सम्पूर्णसूत्रं किं? कर्तरि शप् सार्वधातुके एव. सो अत्र अतः अत्र किम् अत्र एतत् विवरणं दत्तं, तिप् इति प्रत्ययः सार्वधातुप्रत्ययः, अतः अत्र कर्तरि शप् सूत्रस्य प्रसक्तिः. यदि तिप् प्रत्ययः धातु अनन्तरं यः प्रत्ययः, यदि सः प्रत्ययः सार्वधातुक् नास्ति तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः एव न भवति. सो मध्ये कोऽपि विकरणप्रत्ययः न आगन्तुं शक्यते. सो तत्र अतः अत्र पूर्वे तत्र दत्तं तिंशित् सार्वधातुकम् इत्यनेन ति प्रत्ययः सार्वधातुक्, अतः अत्र कर्तरि शप् सूत्रस्य प्रसक्तिः. अन्यथा तु सार्वधातुप्रत्ययः नास्ति चेत् तत्र कर् मध्ये शप् इति न आगन्तुं शक्यते. अतः अत्र किं बुधयोग शप् अपि भवति. किमर्थं चेत् धातुः साक्षात् अनन्तरं सार्वधातुप्रत्ययः अस्ति चेदेव शप् अपि च शन् शप् श्नाश्नम् एते आगन्तुं शक्यते. देट् इस् वै that is why it is mentioned here that because of tingshit sarvadhatukam iti sutra dvara tip iti pratyaha sarvadhatuk atah etat karanene eva atra kartari shap iti sutrasya prasakti kimartham atra likhitam asti sarvadhatuk pare shap pratyaha vihitah sarvadhatuk pare nasti chet tatra shap pratyaha madhye na ayati इत्युक्ते यदा तत्र सपोज् मम विवक्षा अस्ति लृट् लकारस्य लृट् लकारे किं भवति लृट् लकारे तत्र शतासि लृ लुटो इति सूत्रमस्ति सो तत्र प्रथमसोपाने एव लृट् यथा मम विवक्षा लृट् अस्ति तत्र बुद्धयोगस्य भवति शतासि लृ लुटो लृट् लृट् लकारस्य विवक्षायां तत्र धातुः अनन्तरं स्य इति प्रत्ययः आयाति स्य इत्युक्ते सकारः यकारः अकारः स्य इति प्रत्ययस्य विधानं सो तत्र कर्तरि तत्र मध्ये कोऽपि विकरणप्रत्ययः न आगन्तुं शक्यते किमर्थं तत्र धातुः साक्षात् अनन्तरं स्य इति प्रत्ययः स्य इति प्रत्ययः कीदृशप्रत्ययः वदतु भगिनि स्य इति प्रत्ययः अपि च अर्धधातुप्रत्ययः किमर्थं चेत् शित् नास्ति तिङ्समूहे नायाति अतः कथं जानीमः अर्धधातु तिङ्क्षित् प्रत्ययः सार्वधातुकं शेषः सर्व सत्यम् अर्धधातुकं सूत्रेण सर्वे धातवः वदतु किं तिङ् तिङ् इत्युक्ते लट् लकार अपि तिङ् नास्ति वा न लट् लकारस्य तिङ् तत्र सार्वधातुक् अथवा अर्धधातुक् इति प्रत्ययस्य तत्र संज्ञा आवश्यकमेव नास्ति किमर्थं चेत् तत्र डैरेक्ट् लस्य इति सूत्रस्य प्रसक्ति भवति सो लस्य स्थाने तिबादयः आयान्ति तिप्तस् जि सिप्तस्थ सो फार् लट् लकार केवलं लट् लोट् विधिलिङ्ग् एण्ड् लृट् इस् इट् आर् सार्वधातुकः आम् किमर्थं चेत् अन्य सर्वे तत्र अर्धधातुक अतः तत्र कर्तरि शप् तत्र मध्ये विकरणप्रत्ययः न आयाति सो लट् लकारे विधिलिङ्ग् लकारे लोट् लकारे अपि च तत्र लङ् लकारे एते चतुर्षु लकारेषु एव मध्ये विकरणप्रत्ययः आयाति किमर्थं चेत् एते चत्वारि लकाराः सार्वधातुकसंज्ञकाः अन्य सर्वे तत्र किम् आर्धधातुकाः सो यथा तत्र बुधयोग तिप् भवति तथा एव कर्तरि शप् इत्यस्य प्रसक्तिः अन्यथा तत्र धातुयोग सार्वधातुकप्रत्ययः अस्ति चेदेव तत्र शप् विकरणप्रत्ययः मध्ये आयाति शप् इति विधानं किमर्थं चेत् इत्युक्ते केवलं शप् नास्ति सर्वे विकरणप्रत्ययः अपि आयाति वा आम् अत्र किमस्ति अत्र किं चिन्तनं प्रथमे तु कर्तरि शप् सार्वधातुके इति सूत्रम् अत्र कोऽपि गणस्य तत्र निर्देशम् अस्ति सो एतत् आदिगणस्य विकरणप्रत्ययः अस्ति खलु आमां तत्र शृणोतु भगिनि तत्र किं भवति कर्तरि शप् सार्वधातुके इति सामान्यसूत्रं यदा यदा धातुयोगः सार्वधातुप्रत्ययः भवति तदा तदा यत्किमपि धातु भवेत् भुवादिगणस्य धातु वा अस्वादिगणस्य चुरादिगणस्य यत्किमपि धातुः अष्टादश द्विसहस्रधातूनां कृते एतत् सूत्रं कार्यं करोति कर्तरि शप् सार्वधातुके किमर्थं चेत् अत्र कोऽपि निर्देशः न एव अस्ति सो अत्र सामान्यसूत्रम् इत्युक्ते दिस् इस् अ जनरल् रूल् जनरलि दिस् हेपन्स् यदा धातुयोग सार्वधातुप्रत्ययः भवति तदा तत्र मध्ये शप् विकरणप्रत्ययः आयाति अनन्तरं तत्र महर्षिणा अस्य साक्षात् अनन्तरम् इत्युक्ते इफ् यु हेव् द पाणिनि धातुपाठः इफ् यु ओपन् द बुक् तत्र कर्तरि शप् सार्वधातुकस्य अनन्तरम् एव तत्र किं दिवादिभ्यः शन् तत्र स्वादिभ्यः श्नु तत्र क्रयादि ते सर्वे धातवः यदा तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति अनन्तरं तत्र महर्षि वदति दिवादिभ्यः श्यन् दिवादिभ्यः शन् इति सूत्रं तदपि सार्वधातुके परे एव शन् इति विकरं प्रत्ययस्य विधानं सो दिवादिभ्यः शन् इति सूत्रं वदति यदि धातुः दिवादिगणस्य धातुः अस्ति तत्र शन् इति विधानं सो यदा वयं धातु नयामः वी हेव् टु सी देट् दिस् धातु बिलाङ्ग्स् विच् ग्रूप् बिकास् अनन्तरं महर्षिणा अन्यत् सूत्राणि अपि दत्तम् सो प्रथमे महर्षिः सामान्यसूत्रं ददाति अनन्तरं सः विशिष्टसूत्रं सो तत्र अपवादसूत्रेण एव कार्यं करणीयं सो यदा वयं धातुः भुवादिग दिवादिगणस्य अस्ति चेत् तत्र शप् इन् प्लेस् आफ् शप् तत्र शन् आयाति परन्तु प्रथमे तु कर्ते तत्र न केवलं कर्तरि शप् सूत्रस्य प्रसक्तिः परन्तु तत्र दिवादिभ्यः शन् सूत्रस्य अपि प्रसक्तिः एकस्मिन् काले सूत्रद्वयस्य प्रसक्तिः सो तत्र अपवादबलेन तकार्यं भवति सो तत्र कर्तरि शप् सार्वधातुके इति सूत्रं कार्यं न कर्तुं शक्यते किमर्थं चेत् तत्र विशिष्टसूत्रं दत्तं सो दिवादिभ्यः दिवादिगणस्य धातुभ्यः तत्र शप् स्थाने शन् विधीयते इति तत्र अस्ति परन्तु तत्र भुवादि यः प्रथमगणः अस्ति भुवादिगणः तस्य कृते कोऽपि सूत्रमेव नास्ति अतः तत्र शपेव तिष्ठति तत्र कोऽपि विशिष्टसूत्रं न दत्तं महर्षिणा भुवादिगणस्य विषये अतः तत्र कर्तरि शप् सार्वधातुके इत्यनेन शप् एव तिष्ठति परन्तु अन्यस्मिन् गणे तत्र विशिष्टसूत्रद्वारा शप् स्थाने शन् शना एते विकरणप्रत्ययः आयान्ति सो दे रिप्लेस् दि शप् अवगतं वा भगिनी एतत् सर्वं न अग्रे अपि आयास्यति यदा वयं बलाबलचिन्तनं कुर्मः कथं तत्र दिवादिभ्यः शन् इति बलवत् भवति हौ दिस् इस् स्ट्राङ्ग् हौ दिस् इस् मोर् पवर्फुल् देन् कर्तरि शप् इति सूत्र तत्र कार्यं किमर्थं न करोति एतत् सर्वम् अग्रे आयास्यति परन्तु प्रथमे तु कर्तरि शप् सार्वधातुके इति सूत्रस्य एव प्रसक्तिः अपि च धातुः दिवादिगणस्य अथवा अन्यगणस्य अस्ति चेत् तत्र अन्यगणविकरणप्रत्ययस्य अपि महर्षिणा विधानं कृतम् अतः तत्र तेन सूत्रेण एव कार्यं न तु कर्तरि शप् इत्यनेन सो यत्र यत्र यदा वयं तत्र तथैव चुरादिगणे चोरी इति यः धातुः अस्ति तस्य सनाद्यन्तः धातुः इत्यनेन धातुसंज्ञा चोरी इति यथा निच् योजयामः सो तत्र सनादि आतिदेशिकधातुविषये तु घनचिन्तनं नास्ति इत्युक्ते यत्किमपि आतिदेशिकधातुः तस्य अनन्तरं तिप् योजयामः चेत् तत्र सर्वदा तत्र शप् एव आगन्तुं शक्यते कोऽपि घनविकरं प्रत्ययः तत्र न आगन्तुं शक्यते किमर्थं चेत् घनचिन्तनं केवलं द्विसहस्रधातूनां कृते एव द्विसहस्रपाणिनिधातुपाठे ये द्विसहस्रधातवः तेषां विषये एव तत्र ते एव घने विभक्ताः सन्ति न तु आतिदेशिकधातुः सो यत्र यत्र आतिदेशिकधातुः निजन्तधातुः निच् योजयामः चेत् तत्र आतिदेशिकधातुः भवति तत्र सर्वेषु धातु अनन्तरं शप् एव आयाति तत्र कोऽपि अन्यविकरणप्रत्ययः न आगन्तुं शक्यते किमर्थं चेत् आतिदेशिकधातुः गणे विभक्ताः न सन्ति दे आर् नाट् डिवैडेड् इन् 10 गणास् ओन्लि औपदेशिकधातु आर् डिवैडेड् इन् टु 10 गणास् सो तेषां विषये एव घनचिन्तनं भवति वाट् इस् घनचिन्तनं कस्य गणस्य विकरणप्रत्ययः घनचिन्तनम् इस् धातु कस्मिन् गणे अस्ति किमर्थं जानीमः वै इस् दिस् इम्पार्टेण्ट् टु नो धातु कस्मिन् गणे अस्ति बिकास् गण आधारेण एव शप् विल् बि रिप्लेस्ड् बै देट् घनविकरणप्रत्ययः शन् श्न श्ना श इति आदयः अन्यथा तु तत्र कर्तरि शप् सार्वधातुके एतत् सूत्रम् एव सर्वदा तत्र प्रथमसोपाने आयाति सो फार् फस्ट् एण्ड् फार् द 10th गण फार् भुवादिगण एण्ड् फार् चुरादिगणः तत्र कोऽपि विशिष्ट विकरणप्रत्ययस्य विधानं न अस्ति, अतः तत्र शप् एव तिष्ठति. केन सूत्रेण? कर्तरि शप् इति सूत्रेण. अस्तु, इदानीं सूत्रमपि पठतु भगिनि. बुद् अधिकं ति कर्तरि शप् इत्यनेन सूत्रेण कर्तरि अर्थे ति इति सार्वधातुके पदे शप् प्रत्ययः विहितः. दशक् तद्धिते, लशक्वद्धिते, लशक्वतद्धिते इत्यनेन सूत्रेण लशक् वर्गे स्थितौ स्थिते वर्णानाम् इत्संज्ञा प्रत्ययस्य आदौ तद्धितप्रत्ययः नास्ति चेत् बुध सूत्रस्य अत्र अत्र सूत्रस्य विवरणं दत्तं किञ्चित् अत्र लशक्तद्धिते इति सूत्रस्य यदा तद्धितप्रत्ययः नास्ति चेत् तत्र तत्प्रत्ययस्य आदौ स्थितः ल श क इति स्थिते वर्णानाम् इत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण तस्य लोपः भवति. केवलवर्गे तद्धितप्रत्ययः नास्ति चेत् एव कु अस्ति, न तु कवर्ग कवर्णः. अत्र कु अस्ति, क ख ग ग ण कवर्ग दश कवर्गः लट् विल् तत्र तद्धित अतद्धितप्रत्यये लश कवर्गः वर्णस्य प्रत्ययस्य आदौ स्थितः चेत् तस्य इत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः अपि भवति. अत्र आदौ इति आदौ इति पदं कस्य सूत्रतः आयाति, केन सूत्रतः प्रत्ययेषु एव लशकु इति भवति. आदिं स्थितः लशकु अतदित् प्रत्यये विषये एव इति भवति. बुत् अधिकं शप् अधिकं ति हलन्त्यम् इत्यनेन सूत्रेण पकारसैत्संज्ञा तस्य लोपा इत्यनेन शकारपकारयोः लोपः भवति. लशक् तद्वद्दिते इति सूत्रेण शकारस्य लोपः भवति. शप् तद्धितः नास्ति, अतः हलन्त्यम् इति सूत्रेण पकारस्य लोपः भवति, पकारसैत्संज्ञा भवति, तस्य लोपः इति सूत्रेण तस्य लोपः भवति, अतः अ एव अवतिष्ठति. बुद् अधिकम् अ अधिकं ति सूत्रमपि पठतु. उगन्तलघुपदस्य च पूर्वतेन पाठे अस्माभिः दृष्टं यत् अ शप् इत्यस्य प्रतिनिधिः शकारपकारयोः लोपः भवति, किन्तु तयोः लक्षणं तिष्ठति एव. शकारस्य इत्संज्ञा, अतः अवशिष्ट अकारः षित् अस्ति. षित् अस्ति अतः तिंषित् सार्वधातुकम् इत्यनेन सूत्रेण शप् अधुना अकारः सार्वधातुकसंज्ञकः प्रत्ययः. तदा पुगन्तलघुपदस्य च इत्यनेन सूत्रेण धातोः उपादायाः ह्रस्व इकः गुणः भवति. पुगन्तलघु उपदस्य इति सूत्र एकं सूत्रमस्ति. तत्र पुक् धातुः पुक् अत्र भगिनि अत्र अत्र सूत्रस्य विषये विवरणं न दत्तम्. अत्र एकमेव बिन्दुः दत्तम्. अत्र अधिकम् अ अधिकं ति अतः अत्र भो ध हलन्तम् अस्ति, अन्त्यमस्ति, उपधा उ अस्ति. बुद्धधातोः उपधायाम् उ अस्ति, तस्य गुणः भवति. गुणः भूत्वा भू अधिक भविष्यति. सो अत्र सत्यं भगिनि, धन्यवादः, सम्यक्तया उक्तवती. अत्र पुगन्तलघुपदस्य च इति सूत्रं यः अस्ति, अस्मिन् परिच्छेदे किं दत्तम्? अस्मिन् परिच्छेदे दत्तं शप् इति यः बुद् अनन्तरं यः शप् प्रत्ययः, सः यद्यपि तत्र अकारः तिष्ठति प्रक्रियायां केवलम् अकारः दृश्यते, परन्तु वयं जानीमः तत्र पक शप् अपि शकारः अपि अस्ति पकारः अपि अस्ति. सो शित्वात् प्रत्ययः सार्वधातुक इति संज्ञा प्राप्नोति. कथं जानीमः? तिङ्क्षित् सार्वधातुकम्. अनेन सूत्रेण केवलं प्रत्ययः कीदृश इति तत्र ज्ञातुं शक्यते. सो अ इति प्रत्ययः तत्र सार्वधातुक प्रत्ययः. सो बुधयोगः अत्र किं दत्तम् इत्युक्ते पुगन्तलघुपदस्य च इति सूत्रेण यः लघुपद अङ्गस्य गुणः भवति तस्य कृते अपि किं निमित्तम् आवश्यकम्? परे कोऽपि सार्वधातुक प्रत्ययः अस्ति चेदेव तत्र कार्यम्, अन्यथा तत्र कार्यं न भवति. अतः अत्र लिखितमस्ति शप् इति प्रत्ययः तत्र शित्वात् सार्वधातुक संज्ञकः तिङ्क्षित् इत्यनेन, अतः अ इति यः अस्ति सः सार्वधातुक संज्ञक प्रत्ययः. अतः सो फार् पुगन्तलघुपदस्य च इति सूत्रस्य कृते अपि किं निमित्तं? किं सार्वधातुक आर्धधातुकयोः. परे कोऽपि सार्वधातुक प्रत्ययः अस्ति चेदेव गुणः, परे आर्धधातुक प्रत्ययः अस्ति चेदेव गुणः. सो न अत्र तु शित् विषये दत्तं, सार्वधातुक संज्ञाविषये दत्तं, परन्तु अस्य सूत्रस्य कृते अपि निमित्तं किं? सार्वधातुक अपि च आर्धधातुक प्रत्ययः. सो अन्लेस् वी हेव् द आल् द कण्डिशन्स् आर् सेटिस्फैङ्ग् टिल् देट् टैम् कार्यं न भवितुं शक्यते. यथा तत्र भूयोग शप् भवति तदा एव तत्र भू भो भवति. सो शप् इति प्रत्ययः शित्वात् सार्वधातुक संज्ञकः. यथा क्रूयोग उ भवति तत्र क्रू कर् भवति, परे आर्धधातुक प्रत्ययः. उ इति प्रत्ययः आर्धधातुक प्रत्ययः. सो धातुः अनन्तरं सार्वधातुक अथवा आर्धधातुक प्रत्ययः अस्ति चेदेव कार्यं, निमित्तम् आवश्यकम् अस्ति कार्यस्य कृते. सो अत्र सूत्रद्वयस्य कृते समाननिमित्तं सार्वधातुक प्रत्ययः परे अस्ति वा अर्धधातुक प्रत्ययः परे अस्ति चेदेव तत्र किं गुणकार्यं करणीयम्. अस्तु, इदानीं तत्र अनेन सूत्रेण बुध बोध भवति, अनन्तरं वर्णमेलनं बोधति इति रूपम्. इदानीं तत्र पुगन्तलघुपदस्य च इति सूत्रस्य तत्र विवरणं तत्र सम्पूर्णतया दत्तम्. अस्तु, अग्रे कः पठितुम् इच्छति? बुद्धयोगशप् योगति चेतन भगिनी पठितुम् इच्छति वा भगिनि? आं भगिनि, पठतु. बुद्धियोगशप्योगति इति प्रसङ्गे पुगन्तलघुपदस्य च इत्यस्य अर्थः पुगन्त तस्य लघु पदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः अनुवृत्तिसहितं सूत्रम्. पुगन्तस्य इति भागम् अधः अवलोकयाम. बुद्ध धातोः कृते प्रसङ्गः नास्ति. लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः इति अस्माकं कृते मुख्यः भागः अत्र. लघ्वी योग उपधा. लघु इत्युक्ते ह्रस्वः वर्णः. लघ्वी इति लघुशब्दः स्त्रीलिङ्गे. लघ्वी योग उपधा लघुपधा इत्युक्ते ह्रस्वा इक् उपधा. ह्रस्व इक् इत्युक्ते इ उर. बुद्ध धातोः लघुपधा नाम बुद्ध धातोः ह्रस्व उकारः. लघुपधस्य लघ्वी उपधा यस्य तत् लघुपदं बहुव्रीहिः तस्य लघुपदस्य. लघुपदस्य इत्युक्ते लघ्वी उपधा यस्य तत् ओ सोरि तस्य लघुपदस्य अङ्गस्य प्रत्ययात् पूर्वं यः सम्पूर्णभागः सः तस्य प्रत्ययस्य अङ्गम्। अत्र शप् इति प्रत्ययः तस्मात् प्रत्ययात् पूर्वं बुद्ध धातुः अतः बुद्ध धातुः शप् प्रत्ययस्य अङ्गम्। बुद्ध धातोः लघूपधा ह्रस्वः उकारः अपि अस्ति अतः बुद्ध धातुः स्वयं लघूपदम्। आहत्य बुद्ध धातुः शप् प्रत्ययस्य लघूपदम् अङ्गम्। सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम्। पाणिनीयसूत्रेषु सप्तमी विभक्तिः इत्युक्तौ पूर्वकार्यम्। अतः सार्वधातुकं संज्ञकप्रत्ययात् पूर्वं नाम शप्प्रत्ययात् पूर्वं लघुपदं नाम बुद्ध धातुः अस्ति चेत् तस्य अङ्गस्य नाम बुद्ध धातोः लघ्वी उपधायाः इकः इक् षष्ठी विभक्तिः इकः इकः नाम उकारस्य गुणः भवति। अतः उकारस्य स्थाने ओकारादेशः बुद्ध योगशप् योगति बोधति। वदतु। अत्र बुद्ध बोध कथं भवति इति वर्णनम् अस्ति। प्रथमे बुद्ध योगशप् योगति इति अस्ति बिन्दु प्रथमबिन्दुतः वदतु भगिनि। पुगन्तलघुपदस्य च इति सूत्रस्य तत्र अनुवृत्तिसहितसूत्रं प्रथमबिन्दु तत्र दत्तं तत् वदतु सोपानेन वदतु। पुगन्तलघुपदस्य च अत्र त्रिंशत् शकारपकारयोः षित् पित् द्वयेव लोपः भवति। अत्र यः प्रथमबिन्दुः अस्ति पुगन्तस्य लघुपदस्य च वन् इस् पुगन्तस्य अनदर् इस् लघुपदस्य अनन्तरं तत्र अङ्गस्य इति अधिकारः अत्रापि स्थानिवर्णः न दत्तम् अतः इकः इति स्थानिवर्णः गुणः मिदेर्गुणः तः गुणः इति पदस्य अनुवृत्तिः अपि च सार्वधातुकार्धधातुकयोः पूर्वसूत्रस्य 86 सूत्रम् अस्ति पुगन्तलघुपदस्य च परन्तु 85 सूत्रम् अहं चिन्तयामि सार्वधातुकार्धधातुकयोः। सो अस्मिन् सूत्रे पूर्वसूत्रस्य सम्पूर्णतया अनुवृत्तिः आवश्यकम्। सो सार्वधातुक आर्धधातुकयोः इति अत्र सम्पूर्णतया तस्य अनुवृत्तिः भवति अस्मिन् सूत्रे। सो अनुवृत्तिसहितसूत्रं किम्? लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः न सम्पूर्ण अत्र न केवलं लघुपदस्य विषये अत्र पुगन्तस्य विषये अपि गुणः भवति। तत्तु अनन्तरं दत्तं परन्तु सम्पूर्णसूत्र अनुवृत्तिसहितसूत्रं किम् अस्ति पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः। सो अत्र भागद्वयं वर्तते। एकम् अस्ति पुगन्तस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः, द्वितीयमस्ति लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः। अस्माकं सविधे यत् उदाहरणं बुद्ध योग अयोगति सः तु लघुपदस्य विषये, न तु पुगन्तविषये, अतः तस्य विषये अधोभागे तत्र अवलोकयामः. इन् द बिलो पार्ट् वी विल् सी अबौट् पुगन्तस्य विषये. परन्तु इदानीं यः अस्माकं यः उदाहरणमस्ति बुधयोग अयोगति, सः तु लघुपदाङ्गम्, अतः तस्य विषये अत्र लघुपदम् इत्युक्ते किं, तस्य विषये अपि वदतु. अत्र लघ्वी उपदा इति अत्र लिखितमस्ति, सो सोपानेन एव तत्र वदतु, दृष्ट्वा एव वदतु. तत्र लघु इत्युक्ते ह्रस्ववर्णः, उपधा ह्रस्ववर्णः अस्ति चेत् तत् वर्णः इक् अस्ति चेत् एव गुणः भवति. सो अत्र उपधा इति यः अस्ति स्त्रीलिङ्ग् शब्दः, अतः अत्र लघु न योजयामः, अत्र लघ्वी इति योजयामः. किमर्थं चेत् उपधा इति स्त्रीलिङ्ग् शब्दः, अतः अत्र लघ्वी इति लिखितमस्ति. स्त्रीलिङ्ग् लघुशब्दस्य स्त्रीलिङ्ग् शब्दः अस्ति लघ्वी. सो लघ्वी उपधा इत्युक्ते लघ्वी उपधा इत्युक्ते लघुपदा, उपधा लघुपदा. सो लघुपदा इत्युक्ते उपधायां ह्रस्व इक् वर्णः, सः लघुपदा. सो बुद् इति धातुः लघुपदधातुः, बुद् इति धातुः लघुपदधातुः. अत्र बहुब्रीहि समासः इत्युक्ते लघ्वी उपधा यस्य तत् लघुपदं, तस्य लघुपदस्य इत्युक्ते लघुपदस्य अङ्गस्य गुणः. सो तस्य लघुपदस्य एव गुणः भवति. यस्य अङ्गस्य उपधायां लघु इक् वर्णः, सः लघुपदः. सो तस्य लघुपदस्य एव तत्र अनेन सूत्रेण तत्र निर्देशं दत्तं. लघुपदस्य इति अङ्गस्य कृते तत्र विशेषणं भवति. कीदृश अङ्गस्य इकः गुणः, कीदृश अङ्गस्य, एकमस्ति लघुपदस्य अङ्गस्य, द्वितीयमस्ति पुगन्तस्य अङ्गस्य. सो अत्र अङ्गस्य कृते विशेषणद्वयं वर्तते. एकमस्ति लघुपदस् लघुपदः, द्वितीयमस्ति पुगन्तः. सो अङ्गे लघुपदमस्ति चेत् उपधायां लघु ह्रस्व इक् वर्णः अस्ति चेत् तस्य गुणः, अपि च अङ्गे पुक् पुक् अन्ते इत्युक्ते पकारः अन्ते, पुक् आगमः यस्य अङ्गस्य अन्ते कृतं सूत्रद्वारा, तस्य अङ्गस्य अपि इकः गुणः भवति. परन्तु अत्र सर्वत्र इकः गुणः, इक् वर्णानाम् एव गुणः, अङ्गस्य इक् वर्णस्य गुणः भवति. कीदृश अङ्गस्य, लघुपदस्य अङ्गस्य. सो लघुपद बुद् इति लघुपदाङ्गमस्ति, अतः अत्र उपधायाम् इक् वर्णः अपि अस्ति, अतः तत्र बुद् बोध् भवति. सो अत्र सप्तमबिन्दुविषये वदतु, सार्वधातुकार्धधातुकयोः. सार्वधातुकार्धधातुकयोः सप्तम्यन्तम् अस्ति. तस्मिन् इति निर्दिष्टे पूर्वस्य, अतः पूर्वकार्यं भवति. अतः बुद्ध धातोः तस्मिन् तस्मिन् इति निर्दिष्टे पूर्वस्य इति, तस्मिन् इति निर्दिष्टे तत्र सार्वधातुकार्धातुकयोः इति सप्तमी अन्तं पदः अस्ति, अतः तस्य उपस्थित्यां पूर्वकार्यं भवति. सो तत्र न केवलं पूर्वकार्यं, परनिमित्तं निमित्तमपि आवश्यकम्. लघुपद अङ्गस्य अनन्तरं कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः अस्ति चेदेव कार्यम्, अन्यथा तत्र कार्यं न भवितुं शक्यते. बाह्यनिमित्तं यथा तत्र सन्धिकार्यस्य कृते परे अचि अथवा जलीवर्णः परे अस्ति चेदेव कार्यं, तथैव अत्र गुणकार्यस्य कृते परे कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः अस्ति चेदेव अङ्गस्य गुणकार्यं भवति. इगन्ताङ्गस्य कृते अपि सार्वधातुक अर्धधातुकयोः इति निमित्तम्, अपि च पुगन्त अङ्गस्य यः गुणः भवति तस्य कृते अपि सार्वधातुक अर्धधातुक् इति सप्तमीयन्तद्वारा निमित्तस्य निर्देशं. सप्तमीयान्तं पूर्वकार्यं परनिमित्तं सो निमित्तमपि आवश्यकं निमित्तं नास्ति चेत् कार्यं न भवितुम् अर्हति निमित्तविना कार्यं न भवति कदापि कार्यं न भवति यदा हेतु नास्ति तत्र हेतु आवश्यकं सो सार्वधातुकार्धधातुकयोः इति सप्तमी द्विवचनात् पदम् अस्ति सो न केवलं सार्वधातुकपरे लघुपदस्य अङ्गस्य परे कोऽपि सार्वधातुकप्रत्ययः अस्ति चेत् तस्य लघुपदस्य गुणः इकवर्णस्य गुणः परन्तु लघुपदस्य अङ्गस्य परे कोऽपि आर्धधातुकप्रत्ययः अस्ति चेत् तत्रापि लघुपदस्य इकवर्णस्य गुणः इति तत्र सप्तमीयन्तं पदः कार्ये तु निमित्तस्य पूर्वे भवति परन्तु निमित्तस्य उपस्थित्याम् एव भवति निमित्तम् अस्ति चेदेव कार्यं भवति सो whenever we have to use dhatu yoga pratyah tatra kīdrishi pratyasya kāraneṇa kāryam so we have to all the time we have to mention if it is a sarvadhatuk pratyah tingshit sarvadhatukam ityaneṇa pratyah sarvadhatuk pratyah why we are always saying tingshit sarvadhatukam athva ardhadhatukam sheshah because sarvadhatukam ardhadhatukam is a nimittam for the kāryam That is why we have to always mention that tingshit sarvadhatukam iti sutrena tatra shap iti pratyaha sarvadhatuk sanyakah atah atra karyam bhavitum arhati anyatha tu tatra avashyakta eva nasti kim artham che asmin sutra dvaye nimitam kim sarvadhatuk ardhadhatuk kayo ho iti saptami antam padah eva nimitam That is why in the prakriya sopane, we have to mention the karya is because of the sarvadhatuk pratyaha or ardhadhatuk pratyaha. So, tatra tingshit ityanena sarvadhatuk sangya, ardhadhatukam sheshaha ityanena ardhadhatuk sangya. Asmin udharane to sarvadhatuk pratyaha pare asti. Shitvat shap pratyaha sarvadhatuk. सो अस्मिन् उदाहरणे सार्वधातुकारणेन अत्र बुद्बोध भवति कारणमपि आवश्यकम् इति तत्र स्मर्तव्यम् अस्तु आं तत्र भुवादिगणे अन्यानि उदाहरणानि अपि तत्र सन्ति अस्तु अग्रे कः पठितुम् इच्छति गिरिजा भगिनी इदानीं पठितुम् इच्छति वा धन्यवादः भगिनि आं भगिनि पठतु अत्र शुच् शोचति शोकम् अनुभवति कृष् कर्षति आकर्षणे कृष् कोशति रोदिति रुह् रोहति वर्धते क्षुभ क्षुभ क्षोभते मथन् क्रोधनाभवनं क्रोधानुभवनं घुष् घोषति शब्दं शब्दं करोति घृष् घर्षते घर्षणे पुष् पोषति पालनपोषणे अत्र भगिनि कृष् विषये सोपानेन तत्र वदतु तत्र कथं कर्षति इति रूपं भवति कृष् इदानीं वयं जानीमः केन सूत्रेण कार्यं केन सूत्रस्य तत्र विवरणं तत्र दत्तं केन सूत्रेण तत्र सोपानेन एव तत्र वदतु कृष् का योग रा योग शा लटीरूपम् इत्युक्ते कृष् प्लस् लट् रूपं स्वीकरणीयं सार्वधातुकार्धधातु लारूपम् एकवचनस्य कर्षति इति एकवचनरूपम् अस्ति न भगिनि सो एकवचनरूपं तथैव कृष् प्लस् तिप् तदनन्तरं तिप् पकारस्य पित् भवति सो कृष् प्लस् अति भवति तदनन्तरं सार्वधातुकार्धधातयोः इत्यनेन सूत्रेण निमित्तं भवति विकरणप्रत्ययस्य शप् भवति न न कृष् एकनिमिषः भगिनि, कृष् योगति इदानीम् अस्माकं सविधे किं सोपानं? कृष् योगति. कृष् योगति अस्ति चेत् तत्र एकम् अन्यत् सूत्रस्य प्रसक्तिः. बिफोर् सार्वधातुक अर्धधातुकयोः तत्र एकं सूत्रद्वारा एव कार्यं करणीयं. ति इति प्रत्ययः कीदृशः प्रत्ययः? न, मम प्रश्नः कः भगिनि, मम प्रश्नः अस्ति ति इति त्युप् इति प्रत्ययः कीदृशः प्रत्ययः? तिप्प्रत्ययः विकरणप्रत्ययः. न, तिप् इति प्रत्ययः अष्टादश टिङ् समूहे आयाति. आयाति वा न आयाति? तिप् तिप् इति प्रत्ययः तिङ् प्रत्ययः. तिंशित् सार्वधातुकम् इत्यनेन सूत्रेण कृष् प्लस् ति प्लस् न तिप् इति तिंशित् सार्वधातुकम् इत्यनेन तिप् इति प्रत्ययः सार्वधातुकसंज्ञक प्रत्ययः. सो इदानीं धातुयोगसार्वधातुक कर्तर्थक सार्वधातुक प्रत्ययः अस्ति चेत् तत्र एकम् अन्यत् प्रत्ययस्य विधानं भवति. शप् इति प्रत्ययस्य विधानं केन सूत्रेण? कर्तरि शप् सार्वधातुके. सार्वधातुक प्रत्ययः परे अस्ति चेदेव शप् आगन्तुं शक्यते. परे सार्वधातुक प्रत्ययः अर्धधातुक प्रत्ययः अस्ति चेत् शप् न आगन्तुं शक्यते. द शप् केनाट् कम् इन् बिट्वीन् इफ् देर् इस् अन् अर्धधातुक प्रत्ययः. देट् इस् वै वी हेव् टु मेन्शन् देट् दिस् टिप् इस् अ सार्वधातुक प्रत्ययः. अतः अत्र शप् आगन्तुं शक्यते, अन्यथा तु शप् न आगन्तुं शक्यते. सो इदानीं सार्वधातुके इत्यनेन सूत्रेण कारणेन कृष् प्लस् कृष् प्लस् शप् प्लस् ति इति भवति. तदनन्तरं सूत्रेण आयाति. शप् केन सूत्रेण आयाति? लशक्वतदिते. न, शप् इति प्रत्ययः केन सूत्रेण आयाति? कर्तरि शप् सार्वधातुके. कर्तरि शप् सार्वधातुके. तदनन्तरं लशक्वतदिते इत्यनेन सूत्रेण अशित् भवति. अकारस्य आ एव भवति. कृष् प्लस् आ प्लस् ति इति भवति. तदनन्तरं वदतु. तदनन्तरं पुगन्तस्य लघुपदस्य च इत्यनेन सूत्रेण लघ्वीपदस्य उकारस्य ओकारस्य भवति. रकारस्य अर् भवति. तथैव क प्लस् अर् प्लस् आ प्लस् ति कर्षति इति सिद्धिः भवति. सो अत्र दृश्यतु भगिनि, यदा कृष्योग तिप् भवति तिंशित् इत्यनेन तिप् प्रत्ययः सार्वधातुक प्रत्ययः. कर्तर्थके अपि अस्ति, अतः कर्तरि शप् सार्वधातुके. अत्र लेखनीयं कर्तरि शप् सार्वधातुके इत्यनेन मध्ये शप् विकरण प्रत्ययः आयाति प्लस् तिप्. धातु अनन्तरम् एव शप् प्रत्ययस्य विधानम्. सो अत्र लशकु तदिते इत्यनेन शकारस्य, हलन्त्यम् इत्यनेन पकारद्वयस्य इत्. सो तयोः तस्य लोपः इत्यनेन सर्वेषां लोपः भवति. सो कृष् योगः अयोग ति अस्ति. वी हेव् टु रैट् दिस् सोपाने. कस्मिन् कस्मिन् सूत्रे कस्य कस्य सूत्रस्य प्रसक्ति वी हेव् टु रैट् एट् द एण्ड्. योगति इदानीं शप् इति प्रत्ययः तिंशित् इत्यनेन सार्वधातुक प्रत्ययः. सो धातुः लघुपदम् अस्ति, उपधायां ह्रस्व इक् वर्णः अस्ति, तस्य साक्षात् अनन्तरं सार्वधातुक प्रत्ययः. अतः अत्र कस्य सूत्रस्य प्रसक्ति? अत्र इगन्तधातु नास्ति, अत्र लघुपदधातु अस्ति. उपधायाम् एकवर्णः अस्ति, न तु अन्ते एकवर्णः. अन्ते अस्ति चेत् सार्वधातुक आर्धधातुकयोः इति अनेन गुणकार्यं, परन्तु अन्ते तु कोऽपि इकवर्णः न दृश्यते, अत्र तु उपधायां ह्रस्व इकवर्णः दृश्यते, अतः अत्र केन सूत्रेण कार्यं, पुगन्तलघुपदस्य च. वी हेव् टु रैट् दीस् स्टेप्स् एण्ड् द सूत्रास्, पुगन्तलघुपदस्य च इत्यनेन सूत्रेण कार्यं. सो कार्यं किं, रू स्थाने अर् आदेशः, रू अपगच्छति तस्य स्थाने अर् इति आदेशः. किमर्थं चेत् न केवलम् अकारः आयाति, रेफः उरनरपरः इत्यनेन, वी हेव् टु मेन्शन् देट् आल्सो, उरनरपरः इत्यनेन तत्र किं, रपरः र रेफः अपि परे आयाति, अनन्तरं तत्र श, अनन्तरम् अ, अनन्तरं ति. सो रकारस्य साक्षात् परे श, अतः तत्र किं, कर्षति इति रूपं. क विल् बिकम् फुल् बिकास् आफ् दिस् अ, क विल् बिकम् क, दिस् र विल् गो अप् बिकास् देर् इस् नो स्वर एसोसिएटेड् विद् र, र देट् इट् विल् गो अप् कर्ष. श विल् बिकम्स् पूर्ण बै दिस् शप् विकरण प्रत्ययस्य अकारस्य कारणेन श विल् बिकम्स् श एण्ड् देन् टि, कर्षति इति रूपम्. So we have to write these sutras at the end. Because of this sutra, this kartir shap madhya ayati. Because this shap cannot come all of a sudden in between. Na? We have to mention the sutra. Kena sutra ni shap. Because the dhatu yoga sarva dhatu, yada yada dhatu yoga sarva dhatu pratyah bhavati, tada evish kartari shap sutra se prasakti hi. धातु योग अर्धधातुक प्रत्ययः भवति, यथा मया उक्तम् इफ् ऐ डू कर्ष योग ल्युट् तत्र शप् न आगन्तुं शक्यते. ल्युट् इति प्रत्ययः स्टिङ्ग् नास्ति, शित् नास्ति, अतः अर्धधातुकं शेषः इत्यनेन ल्युट् प्रत्ययः अर्धधातुक प्रत्ययः. सो तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्ति एव न भवति. किमर्थं चेत् शप् कर्तरि शप् सार्वधातुके इति प्रत्ययः सार्वधातु के इति सप्तमी एकवचनपदं, सार्वधातु के परे एव शप् प्रत्ययः मध्ये आगन्तुं शक्यते. सो वी हेव् नाट् फार् दिस् एकवचनरूपं, बिकास् वेन् वी आर् एडिङ्ग्, वेन् वी विल् एड् ल्युट् त्वा तत्र अनियर् एते प्रत्ययः योजयामः, तत्र तु कर्तरि शप् इति सूत्रस्य प्रसक्तिः एव न भवति. तत्र पश्यामः किं द्वितीयकार्यं करणीयम्. सो वी हेव् टु गिव् द सूत्र एट् द एण्ड्, केन सूत्रेण इति, सर्वे सूत्राणि नामानि अपि सोपानरूपेण लेखनीयम्. बिकास् वी केन् नाट् डू औट् आफ् वी नो मैण्ड् इन् अवर् मैण्ड् देट् दिस् अनन्तरं दिस् कार्यं दिस् कार्यं, बिकास् सूत्रमेव प्रमाणं न भगिनि, व्याकरणे सूत्रमेव प्रमाणं. सो वी हेव् टु मेन्शन् देट् बै विच् सूत्र वी आर् डूयिङ्ग् दिस् कार्यम्. अत्र परिवर्तनं यस्मिन् यस्मिन् सोपाने तत्र परिवर्तनं दृश्यते, वी हेव् टु मेन्शन् केन सूत्रेण यु आर् डूयिङ्ग् दिस् कार्य. सो अत्र अन्ते सूत्रमपि तत्र तेषां मेन्शनमपि करणीयम् इत्युक्ते आवश्यकम् अस्ति, न कुर्मः चेत् तत्र सम्यक्तया तत्र न तत्र भवति, पदनिर्माणं सम्यक्तया न भवितुम् अर्हति. सो वी हेव् टु मेन्शन् द सूत्र वै वी आर् डूयिङ्ग् वै वी आर् सेयिङ्ग् देट् दिस् टिप् इस् सार्वधातु प्रत्ययः. वी हेव् टु अण्डर्स्टाण्ड् द रीज़न् बिहैण्ड् देट् बिकास् कर्तरि शब् सार्वधातुके परे एव आगन्तुं शक्यते. देट् इस् वै वी आर् सेयिङ्ग् टिप् इस् अ सार्वधातु प्रत्ययः. अदर्वैस् देर् वास् नो नीड् टु से tip, we know tip is a sarvadhatuk pratyah, because for kartari shap sarvadhatuk ke pare eva agantum shakyate, that is why we are saying tip is a sarvadhatuk pratyah. So we have to give all the steps in order, then only that sampurna tatra yah padam nirmanam bhavati, that will become samyaktaya. Astu krush visaye kah vaktum icchati, krush katham kroshati bhavati, कः वक्तुम् इच्छति, झटिति अग्रे आगच्छतु, सरलम् अस्ति. आं वदतु भगिनि. कृष कृष तृतीय कृष् क्रोशति क योग रु योगश्य क कृष् तत्र कृष् योग लट् प्रत्यय लट् स्थाने प्रथमपुरुष एकवचने टिप् प्रत्ययस्य आदेशः तत् तत्र कृष् योग टिप् टिप् हलन्त्यम् इति सूत्रेण पकारस्य इत् संज्ञा तस्य लोपः इति सूत्रेण पकारस्य लोपः सूत्र कृष् योगति तिंशित् सार्वधातुकम् इत्यतेन तिङ् इति सार्वधातुकप्रत्ययः ति इति सार्वधातुकप्रत्ययः कर्तरि शप् इत्यतेन इति सूत्रेण ति इति सार्वधातुकप्रत्ययः अस्ति तथा शप् प्रत्ययः तत्र आयाति तथा कृष् योगशप् योगति लशक्व तद्धिते इति सूत्रेण शकारस्य इत्संज्ञा हलन्त्यम् इति सूत्रेण पकारस्य इत्संज्ञा द्वयोः तस्य लोपः इति सूत्रेण लोपः भवति तथा कृष् योग अयोगति कृ इति कृ योग रु अस्ति रु इति पुगन्त लघु लघुपदस्य इति सूत्रेण तस्य अर् रु स्थाने अर् उरणरबर इति सूत्रेण अर् भवति कृष् भगिनि अत्र उपदायां कः वर्णः उपदायां कः वर्णः उपदायां उपदायां कः वर्णः तावदेव वदतु उपदायां कः वर्णः यु आर् डूङ्ग् दिस् कृष् थर्ड् वर्ण उपदा इति संज्ञा कस्य भवति वाट् इस् उपदा अन्तिम अलपूर्वे यः वर्णः तस्य उपदा इति संज्ञा अत्र अन्तिम अलकः अन्तिमलस्य शकारस्य पूर्वे कः वर्णः उपदायाम् उकारः फर्गेट् अबौट् र वी हाव् टु सी ओन्ली वाट् इस् वाट् विच् वर्ण इस् इन् द उपदा उपदायाम् अकारः अस्ति तस्य ओकारः भवति केन सूत्रेण पुगन्तलघुपदस्य च आम् सम्पूर्णसूत्रं वक्तव्यं पुगन्तलघुपदस्य च इति सूत्रम् इति सूत्रेण उपदायाम् उकारः अस्ति तस्य उकार लघुपदम् अस्ति ह्रस्व स्वरस्य ह्रस्व स्वरस्य गुणः भूत्वा ओकारः भवति क्रोशति क्रोश् क्रोश् योग अयोगति इदानीं क्रोश् योग अयोगति तथा क्रोशति वर्णमेलनेन अनन्तरं केवलं वर्णमेलनं क्रोशति श अति इति भवति वी हे फार् पुगन्तलघुपदस्य च लघुपद इति अङ्गस्य कृते उपदायां कः वर्णः तदेव पश्यामः अत्र रूफ् विषये ह्रस्व उकारः उपदायाम् अस्ति बिफोर् देट् वाट् इस् दियर् देट् विल् तथैव तिष्ठति आल् द वर्णः विल् तथैव केवलं लघुपदस्थितस्य इकवर्णस्य एव गुणः उपदायां स्थितस्य ह्रस्व इकवर्णस्य एव गुणः अनेन सूत्रेण दीर्घ अस्ति चेत् तत्र प्रसक्तिः एव न भवति सूत्रस्य प्रसक्तिः एव नास्ति उपदायां तत्र दीर्घ इकवर्णः अस्ति चेत् तत्र सूत्रस्य तत् सूत्र विल् नाट् बि अप्लैड् दियर् किमर्थं चेत् सूत्रे साक्षात् तत्र दत्तं लघुपदः लघ्वी उपदायस्य तद् लघुपदं सो लघ्वी उपदायां लघुवर्णः इक् वर्णः अस्ति चेदेव अस्य सूत्रस्य प्रसक्तिः, अन्यथा तत्र सूत्रस्य प्रसक्तिः एव न भवति. यथा अत्र क्षुभविषये सार्वधातुकार्धधातुकयोः इति सूत्रस्य प्रसक्तिः एव नास्ति. किमर्थं चेत् इगन्तङ्गं नास्ति. अत्र उपदायां ह्रस्व इक् वर्णः अस्ति, अतः अत्र कस्य सूत्रस्य प्रसक्ति? पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्ति. सो क्षुभ उपदायाम् उकारः, अत्रापि उपदायां ह्रस्व उकारः. गृष् विषये उपदायां ह्रस्व ऋकारः, ऋकारः अपि इक् वर्णः, ह्रस्व अपि अस्ति, उपदायाम् अपि अस्ति, अतः तस्य गुणः. उपदायां नास्ति चेत् अस्य सूत्रस्य प्रसक्ति एक. उपदायां स्थितस्य ह्रस्वैकवर्णस्य गुणः अनेन सूत्रेण. सो लघु इति पदं ह्रस्वं सूचयति, ह्रस्वं लघुः इति सूत्रमस्ति. कथं जानीमः लघु इति किम्? ह्रस्वं लघु इति सूत्रमस्ति तत्र. सो ह्रस्वं लघु इति कथनेन, लघु इत्युक्ते ह्रस्वस्वरः, कीदृशस्वरः? इक्, इक् इति स्थानी. सि पुगन्तलघुपदस्य च इति सूत्रे अपि किं केवलं कीदृश अङ्गम् अस्ति तस्य विषये एव दत्तं. सो अत्रापि स्थानिवर्णः न दत्तं, गुणकार्यम् अत्र विधीयते. सो यस्मिन् यस्मिन् सूत्रे गुणकार्यम् अथवा वृद्धिकार्यं विधीयते, तत्र यदि स्थानिपदं न दत्तं, तत्र कः स्थानी भवति वदतु? इकः किमर्थं चेत् सूत्रं किम्? सूत्रं किम्? परिभाषासूत्रं किम्? वी हेव् टु मेन्शन् दट् सूत्र आल्सो न? इको गुणवृद्धिः इति सूत्रम्. इको गुणवृद्धिः प्रथमाध्याये प्रथमपादे तृतीयसूत्रम् अथवा चतुर्थसूत्रम्. सो इको गुणवृद्धिः इति सूत्रस्य कः अर्थः? वी हेव् टु रैट् दीस् इन् अवर् नोट् बुक्. वी केनाट्, वी हेव् टु रिपीट् द लेसन्, वी हेव् टु रिवैस् द लेसन्, देन् ओन्ली वी विल् रिमेम्बर्. बै लिस्निङ्ग् ओन्ली वी केनाट् रिमेम्बर्. इको गुणवृद्धिः इति सूत्रस्य कः अर्थः? यस्मिन् गुणसूत्रे अपि च विधिसूत्रे स्थानिवर्णः न दत्तं, तत्र एव इक् स्थानी भवति. सो अत्रापि गुणविधायकसूत्रमस्ति, अनेन सूत्रेण गुणकार्यं विधीयते. सो गुणविधायकसूत्रं, सो गुणविधायकसूत्रम् अस्ति, परन्तु स्थानिवर्णः न दत्तं. सो यस्मिन् यस्मिन् गुणविधायकसूत्रे स्थानिवर्णः न दत्तं, तत्र इको गुणवृद्धिः इति सूत्रद्वारा इकः स्थानी भवति. अत्रापि इकः स्थाने एव कार्यम्, इकः वर्णः स्थानी भवति. इ ऊरु परन्तु कीदृश इक् वर्णः? लघु इक् वर्णः. किमर्थं चेत् स्पष्टतया महर्षिणा उक्तं कीदृश अङ्गं लघुपद अङ्गम् अस्ति. लघुपद अङ्गस्य इकः वर्णस्य गुणः इति सूत्रस्य सम्पूर्णार्थम्. अस्तु, इदानीं तु समयः अभवत्. सो यत्र यत्र उपदायां रस इक् वर्णः न अस्ति, तत्र प्रसक्तिः एव नास्ति. जीवित धातु अत्र दत्तं, जीवित धातु उपदायाम् इक् वर्णः तु अस्ति, परन्तु दीर्घ इक् वर्णः, लघु इक् वर्णः नास्ति, अतः अत्र कार्यं न भवितु. अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः एव नास्ति, बिकास् पुगन्तलघुपदस्य च इति वदति लघुपद अङ्गस्य, न तु दीर्घ उपद अङ्गस्य. अत्र उपदायां दीर्घ इक् वर्णः. सो वी हेव् टु अण्डर्स्टाण्ड् द इम्पार्टेन्स् आफ् दिस् लघुपद. उपदायां लघु इक् वर्णः अस्ति चेदेव गुणकार्यं, नास्ति चेत् गुणकार्यं न भवति. जीवति जीव, जीव एव तिष्ठति, जेव न भवति. क्रीड् क्रेड् न भवति, क्रीडेव तिष्ठति. किमर्थं चेत् सूत्रद्वयम्, एकमस्ति सार्वधातुकार्धधातु, द्वितीयमस्ति लघुपदस्य अङ्गस्य. सो लघु उपदायां केवलं लघु इक् वर्णस्य एव गुणः, न तु दीर्घवर्णस्य, दीर्घस्वरस्य. यद्यपि इकवर्णः अस्ति तथापि गुणः न भवति, किमर्थं चेत् दीर्घः अस्ति, लघु नास्ति। ह्रस्वं लघु इति सूत्रेण ह्रस्वस्वरः एव लघु भवति, न तु अन्यस्वरः। अस्तु, इदानीं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु, इदानीं तु समयः अभवत्। अग्रिमे विषये किञ्चित् वदतु न, अन्यर् प्रत्ययः अस्ति चेत्। आददातुकं विषये किं, तत्र एकं सूत्रमस्ति सार्वधातुक अपि च आर्धधातुक। धातु अनन्तरं ये प्रत्ययः आयान्ति ते सार्वधातुक आर्धधातुक वा भवितुम् अर्हति। ऐदर् दे आर् सार्वधातुक, यथा भगिनिना उक्ता लट् इति प्रत्ययः, तिङ् नास्ति शित् नास्ति, अतः आर्धधातुक प्रत्ययः। सो तत्र शप् इति प्रत्ययस्य विधानं न भवितुम् अर्हति। यदा वयं शुच् योग लट् कुर्मः तस्मिन् सोपाने शप् न आगन्तुं शक्यते, किमर्थं लट् इति प्रत्ययः तिङ् नास्ति शित् नास्ति, अतः तत्र धातु अनन्तरं साक्षात् सार्वधातुप्रत्ययः न विधीयते, लट् लोट् लङ् यत् किमपि लकारः। सो तत्र तस्मिन् सोपाने शप् न आयाति। शप् कदा आयाति, यदा तत्र तत्र तकारः अपगच्छति हलन्त्यम् इत्यनेन, अकारः उपदेशे अजनुनासिक इति सूत्रेण अकारः अपि अपगच्छति, तत्र ल एव अवशिष्यते। सो तत्र लस्य इति सूत्रस्य प्रसक्तिः भवति, लस्य इति अधिकारसूत्रं। लस्य सूत्रं किं वदति महर्षि, लस्य स्थाने तिप्तज्जि सिप्तस्थ मिप्वस्मस् एते अष्टादश प्रत्ययः आगन्तुं शक्यते अस्माकं विवक्षानुसारेण। सो मम विवक्षा एकवचने अस्ति चेत् तिप् आयाति, मम विवक्षा द्विवचनस्य अस्ति चेत् तः आया तस् आयाति, बहुवचनस्य अस्ति चेत् तिप्तश्जि आयाति। सो मम विवक्षा अनुसारेण लस्य स्थाने अन्यविकरण अन्यप्रत्ययः तिबादयः आगन्तुं शक्यते अष्टादश तिबादयः। सो तिबादयः नवतिबादयः सार्वधातुक नव आत्म परस्मैपदी नव आत्मनेपदी। सो तत्र धातुः कीदृशप्रत्ययः स्वीकरोति तदपि पश्यामः, तत् अग्रे आयास्यति। सो यदा धातुयोग तिप् भवति, इदानीं तिप् इति प्रत्ययः सार्वधातुकसंज्ञकः, अतः कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः, अतः तत्र तस्मिन् सोपाने एव शप् आयाति, न तु प्रथमसोपाने। यदा तिप् तिवादयः आयान्ति तदा एव शप् आयाति। तथैव यदा तत्र धातुयोग ल्युट् योग अनियर् योग त प्रत्ययः योग त्वा प्रत्ययः, एते सर्वे प्रत्ययः अपि धातु अनन्तरम् एव आगन्तुं शक्यते, इत्युक्ते कृत् प्रत्ययः। कृत् प्रत्ययस्य विधानं कुत्र महर्षिणा कृतं, धातु अनन्तरम् एव कृतं। सो ते अपि सार्वधातुक अपि च आर्धधातुक भवितुम् अर्हति, परन्तु ल्युट् पश्यामः, अनियर् पश्यामः, त्वा पश्यामः, तत्र कोऽपि शकारः इति नास्ति। सो ते सर्वे अश्युत्वात् आर्धधातुकं शेषः, इत्यनेन आर्धधातुकसंज्ञकः। परन्तु यदा धातुयोग शानच् कुर्मः, शानच् इति प्रत्ययः अपि कृत् प्रत्ययः, परन्तु शानच् इति प्रत्यये शकारः इत्, अतः शानच् इति प्रत्ययः कीदृशप्रत्ययः, सार्वधातुक प्रत्ययः, अतः तत्र अपि शप् मध्ये आगन्तुं शक्यते, तत्रापि मध्ये शप् आयाति। किमर्थं चेत् कर्तरि शप् सार्वधातुके इस् अ सामान्यसूत्रं, जनरल् रूल्। यत्र यत्र धातुयोग सार्वधातुक प्रत्ययः भवति, कर्तर्थक सार्वधातुक प्रत्ययः भवति, तत्र तत्र मध्ये शप् आयाति। सो शानच् अपि तत्र वयं दृष्टवन्तः कृत् प्रत्ययेषु तत्र कानिचन शित् प्रत्ययाः सन्ति, सो शित्वात् दे बिकम् ए सार्वधातुक प्रत्ययः, बिकास् सूत्र इस् लैक् देट्। महर्षि सेस् तिङ् शित् सार्वधातुकं, यस्मिन् यस्मिन् प्रत्यये शकारः इत् सः सार्वधातुक प्रत्ययः भवति, न तु आर्धधातुक। सो वी हेव् टु सी द सम्पूर्ण सूत्र अर्थः कः, सूत्रं कदा कार्यं करोति। तत्रापि कर्तरि शप् सार्वधातुके इति सूत्रे सार्वधातुके इति निमित्तम् अस्ति, सप्तमी अन्तं पदः। सो सार्वधातुके परे एव शप् विधानं, सी धातु योग टिप् विश् वन् मोर् क्वश्चन् शुड् कम् इन् अवर् मैण्ड् देट् वै दिस् शप् इस् वै दिस् शप् इस् कमिङ्ग् इन् द मिडल् वै इट् इस् नाट् कमिङ्ग् आफ्टर् ति देट् आल्सो शुड् कम् टु अवर् मैण्ड् न देट् क्वश्चन् बिकास् सार्व धातु के इस् अ सप्तमी अन्तं पदः सो सप्तमी अन्तं पदः कः अत्र केन तिप् इति सार्वधातुक् प्रत्ययः अस्य पूर्वे कार्यं भवति पूर्वकार्यं परनिमित्तं देट् इस् वट् तिप् पूर्वे शप् आयाति न तु तिप् परे वी हेव् टु लिङ्क् आल् द थिङ्ग्स् टुगेदर् सार्वधातु के इति रामे इति सप्तमी अन्तं पदः तत्र सो तस्य पूर्वे एव शप् भवति न तु परे अस्तु सो यु रिपीट् आल् द लेसन्स् वि विल् डिस्कस् इन् द नेक्स्ट् बिकास् अत्र बहु समयः अभवत् धन्यवादः भगिनि पुगन्तविषये तत्र तत्र अधोभागे तत्र बहु चर्चा दत्तं पुगन्तम् इत्युक्ते पुक् अन्ते यस्य सः पुक् इस् एन् आगमः पुक् इस् अ कित् आगमः सो कित् आगमः कुत्र भवति पुक् कित् इति आगमः अन्ते भवति सो पकारस्य आगमः तत्र भवति सो कस्य कस्य धातुः पुगागमः भवति इति तत्र अग्रे तत्र सर्वं दत्तम् अस्मिन् करपत्रे एव दत्तं सो वि विल् डिस्कस् अबौट् दिस् पुगन्त इन् द नेक्स्ट् क्लास् अस्तु अत्र स्थगामः कोऽपि अन्यप्रश्नः अस्ति वा कृपया पृच्छतु अत्र स्थगामः भगिनि मम ध्वनिः न श्रूयते वा श्रूयते इदानीं श्रूयते भगिनि मम अहम् अनेक पृष्टवती पुगन्त इत्युक्ते किम् इति पुक् इति पुगन्तम् इत्युक्ते यस्य अन्ते पुक् आगमः भवति तत् पुगन्तं पुक् इति आगमः अस्ति तत्र केवलं प एव अवशिष्यते ककारस्य भवेत् वा न तत्र पुक् इति ककारस्य इत्संज्ञा हलन्त्यं सूत्रद्वारा उकारस्य तत्र उच्चारणार्थम् इत्युक्ते उपदेशे अजनुनासिक इति सूत्रेण उकारस्य एक उदाहरणं ददातु तत्र वयं जानीमः तत्र किं धाय पावकः तत्र किम् अस्ति तत्र आकारान्त धातु अनन्तरं तत्र पुकागमः भवति सूत्र आधारेण एव पुकागमः भवति भगिनि सो इन् द नेक्स्ट् क्लास् वी विल् डिस्कस् अबौट् पुगन्ताङ्गम् अस्तु अत्र स्थगामः अस्तु शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः धन्यवादः धन्यवादः धन्यवादः